न श्रूयते भगिनि. भगिनि, सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे वयम् एकं सुभाषितं श्रुत्वा कक्षायाः आरम्भं कुर्मः. अद्य अत्र लता भगिनी भवती श्रावयति वा सुभाषितम्? अस्तु भगिनि. नमः. विद्यामनरस्य रूपमधुषु विद्यागुरूणां गुरुः विद्याभन्तनो विदेशगमन्ये परा देवता विद्या राजसि पूज्यते न तु धनम् विद्याकुलीन पशुः. उत्तमम् उत्तमं भगिनि, उत्तमरीत्या श्रावितवती. अस्तु, किञ्चित् मीट् करोमि. अद्य वयं अत्र गतकक्षायां वयं सुबन्तपदानां विषये किञ्चित् अधीतवन्तः. तत्र प्रातिपदिकं नाम किम्, अजन्तशब्दाः के, अपि च अच् प्रत्याहारः, अपि च अजन्तशब्दानां प्रातिपदिकानि अपि वयं दृष्टवन्तः. अस्माकं पुस्तके, गीतासोपानं पुस्तके, तत्र चतुस्त्रिंशत्तमे पुटे तत्र एकः अभ्यासः अस्ति. तस्मिन्नेव पुटे प्रातिपदिकानि दत्तानि. तत्र प्रदत्तानां प्रातिपदिकानां अन्तिमवर्णः कः, अपि च तेषां वर्णक्रमं लिखित्वा तत्र अन्तनिर्णयं कुर्वन्तु इति तत्र विषयः अस्ति. तत् सर्वं सुलभमेव, किमपि काठिन्यं नास्ति. तत्र भवन्तः सर्वे कृतवन्तः इति मम चिन्तनं. तत्र अग्रिमे पुटे आवश्यकं मास्तु, पर्याप्तं, धन्यवादः, स्वागतम् इत्यादीनि पदानि योजयित्वा वाक्यरचनां कुर्वन्तु इति तत्र अभ्यासः अस्ति. तत्र तदपि सुलभमेव, भवन्तः सर्वे कृतवन्तः इति मन्ये. इत्युक्ते भवद्भिः तत् सर्वं कृतम् इति मत्वा अग्रे सरितुमिच्छामि. तत्र तस्मिन्नेव पुटे श्रीकृष्णस्य मतानुसारं किम् आवश्यकं, किम् अनावश्यकम् इत्यस्य चिन्तनं, विश्लेषणं, विमर्शनं अपि अत्यावश्यकम् अस्माकं कृते. अपि च अत्र अद्य वयं संस्कृतभाषायाः अवगमनार्थम् इतोपि नूतनान् विषयान् ज्ञास्यामः. एतावत्पर्यन्तं वयं प्रातिपदिकानां विषये, इत्युक्ते सुबन्तपदानां विषये, नामपदानां विषये किञ्चित् अधीतवन्तः. अद्य धातूनां विषये, इत्युक्ते क्रियापदानां विषये अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. तत्र तदर्थं भवन्तः सर्वे गीतासोपानं पुस्तके तत्र 36 पुटं पश्यन्तु. अद्य वयं नूतनविषयं प्रति गच्छेम. न सोचति न काङ्क्षति इति शीर्षकमस्ति तत्र. अत्र आरम्भे उषा भगिनी भवती अत्र किञ्चित् पठतु, उपरि किं लिखितमस्ति. आं भगिनि, न शोचति न काङ्क्षति. गीता, भगवद्गीतायां 12:17 अस्ति. यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति, शुभाशुभपरित्यागी, भक्तिमान्य स मे प्रियः इति. तत्र अस्मिन् अत्र भगिनी केन् यु रिपीट् द नम्बर् श्लोक चाप्टर् 12, 17 श्लोक सप्तदश सप्तदश उत्तमम् अत्र एतदेव एकं वाक्यम् इति चिन्तयतु अत्र न शोचति न काङ्क्षति इति लिखितमस्ति अत्र किञ्चित् इतोपि वदतु भगिनि तस्मिन्नेव विषये श्लोकस्य विषये काङ्क्षति इत्युक्ते आशा अस्ति भगिनि आशा न शोचति तस्य आशा अस्ति चेत् आशा अधिकम् अस्ति चेत् दुःखमपि आगच्छति अतः आशायां कथं वदनीयम् इति न जानामि भगिनि चिन्ता मास्तु किञ्चित् उत्तमं तावदेव इत्युक्ते अत्र श्लोके यो न हृष्यति तत्र श्लोकं पुनः वदामि यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति अत्र यो इति तत्र यः इति अर्थः तत्र विसर्गसन्धिः अस्ति यो इत्युक्ते तत्र चतुर्थं भाटसूत्रं कार्यं करोति तत्र विसर्गसन्धिः अस्ति यः न हृष्यति यः न द्वेष्टि यः न शोचति यः न काङ्क्षति अपि च यः शुभाशुभपरित्यागी सः एव भक्तिमान् अपि च सः एव मम प्रियः इत्युक्ते यः इष्टप्राप्तिसमये अति आनन्दं न अनुभवति अथवा अनिष्टप्राप्ति दुःखसमये दुःखम् अतिदुःखं न अनुभवति इत्युक्ते इष्ट अनिष्टकर्मत्यागी सः एव भक्तिमान् अपि च सः एव मम प्रियः इति वदति तस्मिन् श्लोके भक्तिमान् इति पदमस्ति तत्र अस्य अस्मिन् भक्तिः अस्ति भक्तिः अस्य अस्मिन् वा अस्ति अस्य अस्ति अथवा अस्मिन् अस्ति द्वयमपि साधु एव तत्र तत् पदं मतु प्रत्ययान्तरूपम् अस्ति इत्युक्ते भक्तिमान् इति पदं भक्तिमान् कः इति प्रश्नः सदा उदेति तस्मिन् भक्तिः अस्ति वा इति वयं चिन्तयामश्चेत् भक्तस्य लक्षणानि भगिनि भज् धातु उत्तमं भज् धातुः भज् धातोः रूपं भज् धातुतः भक्त क्तान्तरूपं भक्ति भक्तिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति उत्तमं तावदेव इत्युक्ते अत्र भक्तिमान् कः इति प्रश्नस्य उत्तरं ददाति अयं श्लोकः तत्र भक्तिमत् इति प्रातिपदिकमस्ति भक्तिमान् प्रथमाविभक्त्यन्तरूपमस्ति अपि च तस्मिन् श्लोके शुभाशुभपरित्यागी इति एकं पदमस्ति तस्मिन्नेव श्लोके तत्र शुभञ्च अशुभञ्च इति विग्रहवाक्यं वदामश्चेत् तत्र शुभाशुभे इति एकं समस्तपदम् आयाति शुभाशुभे इति द्वन्द्वसमासः अस्ति किन्तु शुभाशुभपरित्यागी इति वदामश्चेत् शुभाशुभयोः परित्यागी तत्र षष्टिद्विवचनं अथवा सप्तमीद्विवचनमपि समानमेव तत्र किन्तु षष्टिद्विवचनम् एव स्वीकर्तव्यं शुभाशुभयोः परित्यागी तत्र षष्टितत्पुरुषसमासः अस्ति इति वक्तुं शक्यते तत्र तस्मिन् श्लोके इतोपि किमस्ति इत्युक्ते किञ्चित् श्लोकस्य अवगमनम् आवश्यकं किन्तु अत्र न शोचति न काङ्क्षति इति वाक्यं कः न शोचति भक्तः न शोचति कस्मिन् विषये न शोचति किं न काङ्क्षति इत्युक्ते अत्र शोचति काङ्क्षति इति पदद्वयम् अस्ति. पदद्वयं क्रियापदम् इति वदामः. किन्तु व्याकरणलोके तस्य नाम अस्ति तिङ्गन्तपदं. तिङ्गन्तपदम् इति वदामः. किन्तु अस्माकं कृते क्रियापदम् इति पर्याप्तम्. अस्मिन् वाक्ये क्रियापदद्वयम् अस्ति. कोऽपि वदति वा शोचति इति पदस्य धातुः कः? शुच् अस्ति भगिनि. शुच् धातु. शुच् धातुः. उत्तमम् उत्तमम्. काङ्क्षति काङ्क्ष अस्ति. काङ्क्षिति धातुः अस्ति तत्र. काङ्क्ष काङ्क्ष धातुः. अत्र क्रियापदस्य नाम वस्तुतः तु तिङन्तपदम् इति वदामः. इत्युक्ते तत्र पदस्य अन्ते तिङ् प्रत्ययः अस्ति इति कृत्वा तस्य नाम तिङन्तपदम्. एतावत्पर्यन्तं वयं सुबन्तपदानां विषये वयं दृष्टवन्तः. सुबन्तपदस्य मूलरूपं प्रातिपदिकं. किन्तु तिङन्तपदस्य मूलरूपं धातुः. धातुतः संस्कृतभाषायां बहूनि पदानि धातुतः निष्पन्नानि. इत्युक्ते अत्र शोचति इति पदस्य मूलरूपं धातुः. धातुः शुच् धातुः. तत्र शुच् धातुः कस्मिन् अर्थे अस्ति? शुच् शोके इत्यस्मिन् अर्थे अस्ति. सः धातुः अकर्मकधातुः. तत्र अकर्मकधातुः. अपि च यदि वयं तत्र धातोः विषये किञ्चित् परिशीलयामश्चेत् तत्र अकर्मकधातुः इति वदति. इत्युक्ते कर्मपदं न स्वीकरोति इति विषयः. अपि च तत्र लेट् धातुः इति अस्ति. अधुना म्यूट् कृतवती. उत्तमम्. अत्र शुच् धातुः अकर्मकधातुः, अतः कर्मपदं न स्वीकरोति. किन्तु सेट् इति लिखितमस्ति. सेट् इत्युक्ते तत्र इडागमः भवति. वयं गीतायाम् एकं श्लोकमपि दृष्टवन्तः. न त्वं शोचितुमर्हसि. न त्वं शोचितुमर्हसि. तत्र शोचितुं शोचति इति लट्लकाररूपं, शोचितुम् इति तुमुन्नन्तं रूपं. तत्र इडागमः भवति. इत्युक्ते मध्ये इकारः आगच्छति. कथम् इत्युक्ते पठति पठित्वा, पठितुम् इति भवति. मन् धातोः रूपं मत्वा. तत्र इडागमः न भवति. इत्युक्ते केषुचित् स्थलेषु, इत्युक्ते धातौ इडागमानुकूलता अस्ति चेत् तत्र इडागमः भवति. अपि च प्रत्ययः कीदृशः अपि द्रष्टव्यं. तत्र प्रत्यये अपि इडागमानुकूलता अस्ति चेत् तदा, इत्युक्ते धातौ इडागमानुकूलता भवेत्, प्रत्यये अपि इडागमानुकूलता स्यात् तदानीम् एव इडागमः भवति. अत्र शुचि धातुः सेट् धातुः. तदर्थमेव शोचितुम् इति रूपमायाति. अत्र शुच् धातुतः एव साधारणं पदं शोकः इति पदम् आगतम्. अत्र काङ्क्षति, काङ्क्षति विषये कोऽपि वदतु. काङ्क्ष धातोः विषये अत्र उषा भगिनी भवती एव वदतु. काङ्क्ष इति धातु भुवादिगणे अस्ति भगिनि, तदेव एव जानामि. तदपि तत्रापि सेट् धातुः एव. तदर्थमेव वयं काङ्क्षितवान्, काङ्क्षितवान् इति रूपं साधारणं पदमेव. वयं काङ्क्षति इत्युक्ते इच्छति इत्यस्मिन् अर्थे काङ्क्षा. वदतु वदतु भगिनि. सेट् अन्यत् इत्युक्ते किं भगिनि, तस्य उपयोगं किम् अस्ति भगिनि? सेट् इत्युक्ते तस्मिन् धातौ इडागमः भवति. इत्युक्ते मध्ये इकारः आगच्छति. पठ् धातुः सेट् धातुः. केचन धातवः सेट् धातवः. इत्युक्ते तेषु प्रत्ययस्य योजनानन्तरं मध्ये इडागमः भवति. केषुचित् धातुषु तादृश आनुकूल्यं नास्ति. तत्र इडागमः न भवति. यत्र इडागमः न भवति तत्र अनिट् इति वदामः. अनिट् धातुः वदतु भगिनि. धातु इदितो नु इत्तातु सूत्रेण खाञ्च् भवति. आचिङ् इति धातु. ओ अस्तु उत्तमम्. इत्युक्ते तत्र इदित् धातुः अस्ति इति भाति. तत्र सः अन्यः विषयः. इत्युक्ते तत्र किं वक्तव्यम् इत्युक्ते तत्र अग्रे वदामि तस्मिन् विषये. तत्र धातुः इदित् धातुः अस्ति चेत् तत्र इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति. नुमागमः मेदचोन्त्यात् परः इति सूत्रेण तत्र नुमागमः भवति. एतत् सर्वम् अग्रे आयास्यति. बहु किमपि व्याकरणविषयान् अत्र मास्तु. अस्मिन् श्लोके हृष्यति इति एकं क्रियापदमस्ति. हृष्यति लता भगिनी वदतु. तुमुन् प्रत्ययपदं दृष्ट्वा वयं इडागम अवगन्तुं शक्नुमः वा? तथा नास्ति भगिनि. केवलं मम स्मरणे तत् पदम् आगतं तदर्थम् उक्तवती. बट् जनरली ऐ थिङ्क् इफ् वि थिङ्क् आफ् द तुमुन् प्रत्यय added to the dhatu, we will know. You can patitum also ikaranta we can understand, no? So the, that may be one indication, maybe. Okay. And then... Kutrichitte idagamaha pavati, kutrichitte na pavati. Kintu tasya sampoorna avagamana artham, tatra pratyaha kidrushaha. Ichukte dva pratyaha. सा प्रत्ययः तुमुन् प्रत्ययः एते सर्वे प्रत्ययाः धातुतः एते प्रत्ययाः विधीयन्ते. किन्तु प्रत्ययः कीदृशः इति द्रष्टव्यं, धातुः कीदृशः द्रष्टव्यम्. इत्युक्ते धातुः पेट् धातुः अस्ति चेदेव मध्ये इडागमः भवति. धातुः अनिट् अस्ति चेत् मध्ये इडागमः न भवति इति विषयः. अपि च प्रत्ययस्य विषये अपि चिन्तनीयं भवति. इत्युक्ते प्रत्ययः कीदृशः, तत्र एकं सूत्रमस्ति अर्धधातुकस्येड् वलादेः. इत्युक्ते वलादिप्रत्याहारस्थवर्णः आदिमवर्णः अस्ति चेदेव तत्र इडागमः भवितुमर्हति इति तत् सूत्रं वदति. इत्युक्ते तत्र इडागमप्रसङ्गे बहवः नियमाः सन्ति. तत्तु अस्माकं विषये अद्य अनपेक्षितं. लता भगिनी किञ्चित् वदतु. काङ्क्ष धातुतः एव आकाङ्क्षा इति पदं नामपदं भवति किल? भवति. आकाङ्क्षा. ओके. एण्ड् बज् धातु भवती उक्तं भक्तिमान् मत्तु प्रत्यय एट्सेट्रा. सो बज् धातु परस्मैपदी अपि आत्मनेपदी अपि न अपि किल? तत्र ऐ हेव् हर्ड् आफ़् भजति आल्सो एण्ड् भजते आल्सो ऐ हेव् हर्ड्. सो ऐ जस्ट् थाट् इट् मस्ट् बी उभयपदी. नाट् वेरि शुर्. जस्ट् thought I would ask you. उभयपदि एव. इत्युक्ते तत्र भज् धातुः कस्मिन् अर्थे अस्ति? भज् सेवायां, भज सेवायाम् इत्यस्मिन् अर्थे पश्यामश्चेत् यथा भवत्या उक्तं भजति अस्ति, भजते अपि अस्ति. सुरादिगणे अर्थः विश्वाणने. न न भगिनि, अत्र तु भज सेवायां. न भगिनि, अष्टाध्यायी सूचयति भजं विश्राणने. अत्र मम चिन्तनमस्ति भज सेवायाम् इति भज धातुतः सुरादिगणे तदेव अर्थः. सुरादिगणे अपि भज धातु अस्ति उभयपदी विश्राणने इति अष्टाध्याये लिखितवती. इत्युक्ते आहत्य धातुः बहुषु गणेषु भवितुम् अर्हति इत्युक्ते किन्तु कस्मिन् अर्थे अस्ति इति अस्माकं कार्यम्. अत्र तु भक्तः इत्यस्मिन् विषये भजसेवायाम् इति एव स्वीकर्तव्यम् इति मम चिन्तनं. यद्यपि अयमेव धातुः भुवादिगणे अस्ति अपि अस्ति चुरादिगणे अपि अस्ति चेदपि तत्र कस्मिन् अर्थे अस्ति इति दृष्ट्वा एव स्वीकर्तव्यम्. अग्रे सरेम. अत्र अस्मिन् श्लोके अन्यत् पदमस्ति. तत् किम् इत्युक्ते हृष्यति इति पदमस्ति. हृष्यति तत्र अस्माकम् अवगमनार्थं वदामि. तत्र हृष्यति इति दिवादिगणीयधातुः. दिवादिगणीयधातुषु साधारणतया तत्र यकारः श्रूयते. तत्र हृष्यति तत्र यकारः श्रूयते. साधारणतया सः यकारः कुतः आगतः इत्युक्ते तत्र एकं सूत्रमस्ति. तत्र दिवादिभ्यः श्यन्. तत्र श्यन् इति एकः विकरणप्रत्ययः अस्ति. श्यन् इति विकरणप्रत्ययात् नकारः अपगच्छति, षकारः अपि अपगच्छति, यकारः एव तिष्ठति. तदर्थं दिवादिगणीयधातुषु मध्ये या इति श्रूयते. तत्र श्लोके एव हृष्यति इति एकं क्रियापदमस्ति. अपि च द्वेष्टि इति अन्यत् क्रियापदमस्ति. द्वेष्टि इति तत्र द्विष् धातुतः आगतं. तदपि उभयपदी धातुः अस्ति, अदादिगणीयधातुः. तत्रापि रूपद्वयम् अस्ति. द्वेष्टि परस्मैपदिरूपं, द्विष्टे आत्मनेपदिरूपं. तत्र द्वेष्टि इति अस्माकं कृते नूतनं पदं. तदर्थं त्रीणि रूपाणि ज्ञातव्यानि. द्वेष्टि, द्विष्टः, द्विषन्ति. ईदृशानि रूपाणि भवन्ति. श्लोकविषये किञ्चित् त्यजेम, अग्रे सरेम. अपि च अत्र त्यागी इति पदं पुल्लिङ्ग या स्त्रीलिङ्ग? पुल्लिङ्ग वा स्त्रीलिङ्ग वा? त्यागी इति पुल्लिङ्गपदं, नकारान्तपदम् इति भाति. ओके, थेङ्क् यु. त्यागिन् इति. अनन्तरम् अत्र किञ्चित् अत्र उपरि आवरणे एकं पदं दत्तमस्ति, लट् लकारः इति लिखितम् अस्ति. तस्मिन् विषये किञ्चित् वदामि. कोऽपि वदति वा? अरुणा भगिनी किञ्चित् वदतु. लट् लकारः, लकारे इति वर्तमानकाल इति सूचयति. अत्र लट् लकार प्रक्रियायां कर्तृत्वे विकरणप्रत्यय आगच्छति गण सामर्थ्यात्. गण भुवादिगणे शप् आगच्छति, अदादिगणे शप् लुक् भवति. पदेभ्यः शन् इति भिन्नभिन्न विकरणप्रत्यय आगच्छति. उत्तमम्. इत्युक्ते तत्र लट्लकारः इति आवरणे एकं पदमस्ति. तस्मिन् विषये किञ्चित् वदामि. संस्कृतभाषायां दशलकाराः सन्ति. तत्र षट् लकाराः कालवाचकलकाराः. लट्, लिट्, लुट्, लृट्, लेट्, लङ्, लुङ् एते षट् लकाराः तत्र कालवाचकलकाराः इति वदामः. इत्युक्ते लट् लकारः वर्तमानकालार्धे इति वदामः. अन्ये चत्वारः लकाराः सन्ति, ते भाववाचकलकाराः इति वदामः. तत्र भाववाचकलकाराः के? लोट्, लिङ्, विधिलिङ्ग् अर आशीर्लिङ्ग्, लृङ्, एते भाववाचकलकाराः. इत्युक्ते लोट् लकारः आज्ञार्थे अथवा प्रार्थनार्थे लोट् लकारस्य उपयोगं कुर्मः. तादृशरीत्या विधिलिङ्ग्लकारः विध्यर्थे, आशीर्लिङ्ग्लकारः आशीर्वादार्थे. एते लकाराः भाववाचकलकाराः इति वदामः. तत्र एकः श्लोकः अस्ति, लट् वर्तमाने, लेट् वेदे, भूते लुङ् लङ् लिटस्तथा, विद्यासीशोस्तु लिङ् लोटौ, लुट् लृट् लृङ् च भविष्यति. इत्युक्ते तत्र भूतकालार्धे के लकाराः सन्ति, भविष्यत्कालार्थे के के लकाराः सन्ति तत् अस्माकं कृते यदि वयं श्लोकं जानीमश्चेत् सुलभतया अवगन्तुं शक्नुमः. अत्र अस्माकं स्मरणार्थम् अयं श्लोकः अपेक्षितः. तत्र लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः इति वदामः. अन्ये लकाराः आर्धधातुकलकाराः. लट् लकारः सार्वधातुकलकारः इत्युक्ते तत्र तादृशविभागः किमर्थमस्ति इति अग्रे वयं ज्ञास्यामः. तत्र साधारणतया वयं सर्वे आरम्भे सार्वधातुकलकाराः विषये एव वयं व्याकरणकक्षायां पठामः. अत्र वर्तमाने लट् इति एकं सूत्रमस्ति. वर्तमाने लट् इति सूत्रेण लट् लकारः विधीयते. तत्र वर्तमाने इति सप्तम्यन्तं पदं, लट् इति प्रथमान्तं पदं तस्मिन् सूत्रे. इत्युक्ते लट् लकारः वर्तमानकालार्थे एव तस्य उपयोगं कुर्मः. अत्र वर्तमानम् इति पदमस्ति. वर्तमानकालार्थे एव लट् लकारः आयाति इति विषयः. अत्र वर्तमान इति पदं कथमागतम्? शानच् प्रत्ययः वर्तते धातु, ऐ मीन् वृत् धातु वर्तते इति आत्मनेपदा भवति. सो आत्मनेपदस्य पदानां लैक् हौ परस्मैपदी शत्रुप्रत्ययः योजयामः, आत्मनेपदी धातुतः वयं शानच् प्रत्ययः योजयामः. तत्र आना इति अवशिष्यते. देर्फोर् वृत् धातु वर्तते इति धातोः वर्तमान मीन्स् प्रेसेण्ट् कण्टिन्युयस्. तत्र वर्तमान इति यथा भगिन्या उक्तं, तत्र वृत् धातोः रूपमेव वर्तमान वृत् धातुतः. वृत् धातोः लट्लकाररूपं वर्तते, किन्तु वर्तते इति आत्मनेपदी अस्ति इति कृत्वा शाणच् प्रत्ययं योजयामः. यदि तत्र धातुः परस्मैपदी धातुः चेत् शत्रुप्रत्ययस्य योजनं भवति, धातुः आत्मनेपदी अस्ति चेत् शाणच् प्रत्ययस्य योजनं भवति. तत्र शाणजन्तरूपम् एव वर्तमान इति प्रातिपदिकं, तस्य रूपं त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. वर्तमान इत्युक्ते किम् इति ज्ञातव्यं. तत्र यत्कार्यम् आरब्धं किन्तु न परिसमाप्तं, तदेव वर्तमानम् इत्युक्ते वर्तमानं यत्कार्यम् आरब्धं न परिसमाप्तम् इति अर्थः. इत्युक्ते अत्र अस्मिन् पुटे वर्तमानकालिक तिङन्तप्रत्ययानां परिचयं प्राप्नुमः वयं. तत्र वयं सर्वे प्रथमवारम् अत्र अस्मिन् पुटे तिङन्तपदानां विषये पठामः. एतावत्पर्यन्तं प्रातिपदिकानां विषये वयं किञ्चित् ज्ञातवन्तः. अद्य वयं धातूनां विषये अपि च तिङन्तपदानां विषये अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. अस्मिन् पुटे कानिचन लघुवाक्यानि दत्तानि. केवलं प्रत्येकस्मिन् वाक्ये केवलं पदद्वयमेव संस्थाप्य वाक्यानि रचितानि. तत्र अधुना अस्मिन् पुटे किमस्ति इति पश्याम. अत्र भूमा भगिनी भवती पठतु. पश्यत उच्चैः पठत अवगच्छत च लट्लकारः. रथः गच्छति, रथौ गच्छतः, रथाः गच्छन्ति. आचार्यः उपदिशति, आचार्यौ उपदिशतः, आचार्याः उपदिशन्ति. मातुलः तिष्ठति, मातुलौ तिष्ठतः, मातुलाः तिष्ठन्ति. सचिवः वर्णयति, सचिवौ वर्णयतः सचिवाः वर्णयन्ति व्यूहः अस्ति व्यूहौ स्तः व्यूहाः सन्ति सैनिकः पश्यति सैनिकौ पश्यतः सैनिकाः पश्यन्ति धीरः मुह्यति धीरौ मुह्यतः धीराः मुह्यन्ति स्थितप्रज्ञः अभिनन्दति स्थितप्रज्ञौ अभिनन्दतः स्थितप्रज्ञाः अभिनन्दन्ति भगिनी वदति भगिन्यौ वदतः भगिन्यः वदन्ति गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति मुखं शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति उत्तमम् अत्र उपरि एकं वाक्यं रक्तवर्णैः एकं वाक्यं लिखितमस्ति तस्मिन् वाक्ये त्रीणि क्रियापदानि सन्ति किञ्चित् वदतु पश्यत लोट्लकार मध्यमपुरुष बहुवचनं पश्य दृश् धातु पश्यति लट्लकारः पश्यत लोट्लकार उत्तमम् उच्चैः उच्चैः द्वितीयविभक्ति द्वितीयाविभक्ति बहुवचने तृतीयाविभक्ति बहुवचनं भवति किन्तु अत्र अत्र अव्ययं रूपेण दत्तमस्ति ओहो चिन्ता मास्तु चिन्ता मास्तु वदतु पठत पठत लो पुनः लोट् लकार पट् धातु मध्यमपुरुष बहुवचन अवगच्छत अवगच्छत गम् धातु अव उपसर्ग अस्ति गच्छत लोट् लकार मध्यमपुरुष बहुवचनं एव उत्तमम् इत्युक्ते अत्र अव इति उपसर्गपूर्वकः गम् धातु गम् धातोः रूपमेव अग्रिमं क्रियापदं रथः गच्छति रथौ गच्छतः रथाः गच्छन्ति किन्तु अत्र गम् धातुतः गच्छति इति रूपं कथमायाति इति प्रश्नः उदेति तस्य उत्तरम् अरुणभगिनी वदतु तत्र गम् धातुतः गच्छति कथं भवति किं भगिनि पुनः प्रश्नः अत्र गम् धातुतः गच्छति रूपं कथम् आयाति इषुगमि एवं च इति सूत्रेण च आगच्छति क्षितिपरे क्षितिपरे इत्युक्ते अत्र क्षिति इत्युक्ते तिंशित् सार्वधातुकम् इति एकं सूत्रमस्ति तेन प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् षित् प्रत्ययः अस्ति चेत् शिति इति सप्तम्यन्तं रूपं षित् प्रत्ययः अस्ति चेत् तत्र चकारस्य स्थाने चकारादेशः भवति तदनन्तरं तत्र एकं सन्धिकार्यमपि अस्ति छे च इति सूत्रेण तत्र तुगागमः भूत्वा तत्र गच्छति इत्युक्ते अत्र यथा भगिन्या उक्तम् इषु गमीयमां छः इति सूत्रेण तत्र गम् धातोः विषये चकारादेशः भवति तेन गच्छति इति रूपम् आगच्छति उत्तमं भगिनि अत्र त्रीणि वाक्यानि किमर्थं दत्तानि भूमा भगिनी वदतु रथः गच्छति एकवचने दत्तवान् रथौ गच्छतः द्विवचने अस्ति रथाः गच्छन्ति बहुवचने अस्ति त्रीणि द्वे अधिकमस्ति इत्युक्ते अत्र अत्र नामपदं त्रिषु वचनेषु अस्ति इति कृत्वा इत्युक्ते नामपदम् अत्र सुबन्तपदं त्रिषु वचनेषु अस्ति इति कृत्वा तत्र नामपदस्य अनुगुणं तस्य नामपदम् अनुसृत्य क्रियापदानि अपि भिद्यन्ते इत्युक्ते तत्र लिङ् वचनम् अनुसृत्य तिङन्तपदानि भिद्यन्ते अत्र क्रियापदं नामपदस्य वचनम् अनुसृत्य तस्य रूपं भिद्यते. अत्र प्रत्येकं क्रियापदस्य कति रूपाणि सन्ति? प्रत्येकक्रियापदस्य कति रूपाणि भवन्ति? लट्लकारे नव रूपाणि भवन्ति. उत्तमं. किमर्थं नवरूपाणि? त्रीणि प्रथमपुरुषे अस्ति, त्रीणि मध्यमपुरुषे, अपि च उत्तमपुरुषे अपि अस्ति. इत्युक्ते प्रथमपुरुष कर्तृपदानि, प्रथमपुरुषकर्तृपदानि एकवचने, द्विवचने, बहुवचने, तथा एव मध्यमपुरुषे अपि कर्तृपदानि एकवचने, द्विवचने, बहुवचने, उत्तमपुरुषे कर्तृपदानि त्रिषु वचनेषु. पुनः तस्य कर्तृपदम् अनुसृत्य क्रियापदं भिद्यति. तत्र प्रथमं वाक्यम् आचार्यः उपदिशति इति वाक्यमस्ति. धन्यवादः भगिनी. अधुना अत्र अरविन्दमहोदय, भवान् अत्र वाक्यं दृष्ट्वा किञ्चित् वदतु. आचार्यः उपदिशति. आं भगिनि, आचार्यः उपदिशति. उपदिशति उपसर्ग दिशति, दिश् दातुं भुवादिगम्. इत्युक्ते तत्र उप उपसर्गपूर्वकः दिश् धातुः, दिश् धातोः रूपमेव दिशति. तत्र आचार्यः इति पदस्य विषये वयं गते सप्ताहे एव वयं ज्ञातवन्तः. आचार्यः इति पदं, तस्य रूपाणि त्रिषु वचनेषु अत्र दत्तानि. आचार्यः उपदिशति, आचार्यौ उपदिशतः, आचार्याः उपदिशन्ति. द्वितीयं वाक्यं पुनः पठतु. मातुलः तिष्ठति, मातुलौ तिष्ठतः, मातुलाः तिष्ठन्ति. तस्मिन् विषये भवतः अवगमनं किम् इतोपि वदतु. मातुला अकारान्त पुल्लिङ्गशब्दं, तिष्ठति स्था धातु भुवादिगणे अस्ति. त्रीणि रूपाणि दत्तम्. उत्तमं. त्रीणि रूपाणि दत्तानि. स्था धातोः रूपमेव तिष्ठति. अत्र मातुलः कः? माते भ्राता. मातुः भ्राता, मातुः भ्राता. उत्तमं. समस्तपदं कुर्मः चेत् मातृभा, मातृभ्राता, मातृभ्राता. तत्र ऋकारान्तपदमस्ति इति कृत्वा तत्र मातृभ्राता अथवा मातुः भ्राता व्यस्तप्रयोगं कुर्मः चेत्. उत्तमम्. अत्र मातृ इति पदात् एव मातुलः इति पदम् आगतं. तत्र अहं सम्यक् न जानामि, प्रत्ययस्य योजनेन मातृ इति शब्दात् एव मातुलः इति पदम् आगतम्. तृतीयं वाक्यं परिशील्य किञ्चित् वदतु. सचिवः वर्णयति, सचिवौ वर्णयतः, सचिवः वर्णयन्ति. सचिवः इत्युक्ते कः? सचिवः कः? सचिव सेक्रेटरी. उत्तमम्. वर्णयति चुरादिगणे, चुरादिगणीयधातुः. तत्र वर्ण वर्ण इति अस्ति. वदतु. अवर्ण वर्णयति निच् प्लस् शप्. अत्र अत्र चुरादिगणीयधातुषु स्वार्थे प्रेरणार्थे रूपं समानमेव, किन्तु चुरादिगणे णिच् सर्वदा तत्र णिच् विधीयते सर्वदा. तदर्थमेव तत्र अन्ते अत्र वर्णयति, कथयति, चोरयति एतादृशानि पदानि चुरादिगणे सन्ति. अग्रिमं वाक्यं परिशील्य वदतु. व्यूहः अस्ति, व्यूहौ स्तः, व्यूहा सन्ति. व्यूहः मीन्स् फार्मेशन्. उत्तमम्. इत्युक्ते अत्र अत्र भगवद्गीतायां व्यूहः इति इत्युक्ते तत्र अरेञ्ज्मेण्ट् आफ् आर्मि अथवा व्यूहः, चक्रव्यूहः. नपुंसकलिङ्ग और व्यूहं, व्यूहः इति पुंलिङ्गपदम् इति भाति. पुंलिङ्ग अस्ति भगिनि, वि उपसर्गपूर्वकं दातु. ऊहते, ऊहते इति क्रियापदम् अस्ति. तत्र ऊहते इति पदात् ऊहा इति पदं वयं जानीमः एव. अत्र वि उपसर्गपूर्वकः ऊह धातुतः घञ् प्रत्ययान्तरूपम् अस्ति. व्यूहः वि उपसर्गपूर्वकः अस्ति. तत्र यण् सन्धिः भवति. व्यूहः अस्ति. अत्र अस्ति इत्यस्मिन् विषये असुधातु भुवादिगणे इत्युक्ते वयम् इतोपि किम् अवगन्तव्यम् अस् धातोः विषये? अकर्मकधातुः अस्ति. उत्तमम्. अकर्मकधातुः अस् धातुः. तदर्थमेव सर्वदा व्यूहः अस्ति, पुस्तकम् अस्ति, तत्र कर्मपदं न आयाति अकर्मकधातुः अस्ति इति कृत्वा. तावदेव. अत्र अग्रिमं वाक्यं परिशील्य वदतु. सैनिक पश्यति, सैनिकौ पश्यतः, सैनिकाः पश्यन्ति. सैनिकः सोल्जर् अकारान्तपुल्लिङ्ग. पश्यति दृष्टातु द्वादिगणे नै अदादिगणे अत्र द्वादिगणे पश्यति द्वादिगणे पश्यति. तत्र भुवादिगणे अस्ति महोदय. अत्र किञ्चित् वदामि. अत्र दृश् इति लौकिकधातुः, किन्तु तस्य मूलरूपं दृशिर् इति वदामः. दृशिर्प्रेक्षणे, प्रेक्षणे इत्यस्मिन् अर्थे. तत्र अन्तिमरेफः अपगच्छति. तत्र अनुनासिक ईकारः अपि अपगच्छति. अत्र उपदेशे उत्तमं. तत्र रेफः हलन्त्यम् इति संज्ञासूत्रेण अपगच्छति. तदनन्तरम् अनुनासिक ईकारः उपदेशे जनुनासिक सूत्रेण सः अनुनासिक ईकारः अपि अपगच्छति. तदनन्तरं किञ्चित् we have to take together, there is one vartika, I don't know how to say that. So, here together it goes, not like halantya, something like that. The vartika comes under the sutra neti, na iti. And that sutra, there is a vartika given in the Mahavasya. But, अनुनासिक इकार एण्ड् हलन्त्य रेफा टुगेदर् बिकम्स् इट्. अस्तु, अहं सम्यक् न जानामि. अस्तु, इत्युक्ते अत्र इर् इति अपगच्छति चेत् तत्र दृश् एव तिष्ठति. तत्र दृश् धातुतः वयम् अस्माकं सामान्यं पदं, परिचितं पदम् अत्र पश्यति इति रूपं कथम् आयाति तत्र इति चिन्तनम् इति प्रश्नः सर्वदा आयाति एव. दृशिर्धातुतः पश्यति रूपं कथम् आयाति? मूलधातुः दृशिर् अस्ति चेत् तत्र पश्यति रूपं कथम् आगतं वदतु महोदय. पुगागमः नास्ति तत्र. अरुणा भगिनी वदतु. श्रुतिपरे अतिदेशरूपम् इत्युक्ते तत्र एकं बहु दीर्घं सूत्रमस्ति तत्र. यथा भगिन्या उक्तं पाघ्राध्मास्था तादृशं सूत्रं बहु दीर्घं सूत्रम् अस्ति. तत्र अन्ते किं किम् आयाति इत्युक्ते शितिपरे इति आयाति. इत्युक्ते तत्र दृशिर्स्थाने पश्य इति आदेशः भवति इति तत् सूत्रं वदति. तदर्थमेव तत्र दीर्घं सूत्रं दृष्ट्वा वयम् अवगन्तुं शक्नुमः अत्र क्षितिपरे. I was listening to one dhvanimudranam where pugandasya lupupadayam cha. In that nich, when it comes, the pugamagama puk comes param, and when ati comes, the pugagama comes purvam of the dhatu. So that is why I thought it is pugagama. किन्तु अत्र मम चिन्तनमस्ति तत्र पाघ्राध्मा स्था इति एकं बहु दीर्घं सूत्रमस्ति. तेन सूत्रेण अत्र दृशिस्थाने पश्य इति आदेशः भवति इति मम अवगमनम् अग्रे. इत्युक्ते आहत्य दृशिर् इति मूलधातुः अस्ति, तस्मात् एव अत्र पश्यति इति रूपम् आगतम्. उत्तमं महोदय. अग्रिमं वाक्यं. धन्यवादः महोदय. लता भगिनी वदतु. कृष्णातौ शकारः, ऐ डोण्ट् नो वाट् दिस् इस्, ऐ मीन् द ओरिजिन् आफ् दिश वाट् वि रैट् दृश् is different from drushya, the other sha, no? Murdhanya sha that we use there. This changes to that sha, no? Tatra karyam bhinnam asti. Ichukte sandhi karyam bhavati iti bhati. Another sutra, the sha changes to that sha. I don't know, right? But I just said drush becomes... drushti and all is origin is drushti, so I was wondering, sha we don't see in drushti, we see murdhanya, why I was thinking tatra santhi karyam bhavati bhagini tatra tatra shtunashtuhu iti sutrena tatra shtutva santhihi bhavati. Okay atra ichukte pada nirmana samaye साधारणतया तत्र हल्सन्धिकार्याणि भवन्ति. तत्र हल्सन्धिकार्यं भवति चेत् तत्र दृष्टिः इति स्त्रीलिङ्गपदं क्तिन् प्रत्ययान्तरूपं दृष्ट अथवा दृष्टः इति दृष्टवान् एतादृशानि पदानि. तत्र मूर्धन्यषकारः आयाति. अग्रिमं वाक्यं. धन्यवादः भगिनि. ललिता भगिनी भवती पठतु, अग्रे किमस्ति? पठामि. धीरः मुह्यति, धीरौ मुह्यतः, धीराः मुह्यन्ति. धीरः प्रथमाविभक्ति एकवचन एकवचनशब्द. मुह्यति मुह् धातु. धातु अत्र वदतु भगिनि, वदतु, अहं शृणोमि. गण ऐ डु नाट् ऐ डो न जानाति न जानामि गण ऐ डोण्ट् नो. अस्तु, अत्र मुह्यति इति पदमस्ति. तत्रापि धातौ यकारः श्रूयते. तत्र मुह्यति इति दिवादिगणीयधातुः अस्ति. अत्र यथा सुष्यति मुह्यति तत्र दिवादिगणीयधातुः. तत्र श्यन् इति विकरणप्रत्ययः आयाति. तत्र सूत्रमस्ति दिवादिभ्यः श्यन् इति सूत्रमस्ति. अत्र नामपदं तु धीरः इति पदमस्ति. धीरः धीरः इत्युक्ते कः वदतु? धीरः धैर्यवान्। उत्तमम् उत्तमं, धैर्यवान्, धीरस्य भावः धैर्यवान्। न अत्र धीरस्य, धीरः इत्युक्ते धैर्यवान् एव, धैर्यवान् अथवा दृढमनस्कः इति पर्यायपदम् अपि वक्तुं शक्यते। तत्र यथा भवत्या उक्तं, धीरस्य भावः धैर्यं, धैर्यम्। उत्तमम् उत्तमं, धैर्यम् इति पदं धीरस्य भावः एव। तत्र ष्यन् इति एकः प्रत्ययः अस्ति, ष्यन् प्रत्ययान्तरूपमेव धैर्यं, ष्यन्। तत्र षकारः यकारः अन्ते चवर्गी अन्तिमव्यञ्जनं, मम उच्चारणदोषः अस्ति चेत् क्षम्यतां। भगिनि मुह्यति इत्युक्ते कन्फ्यूस्ड्, मुह् धातुतः एव मूढः इति पदमायाति, इत्युक्ते लूसिङ्ग् वन्स् ओन् सेन्सस्, कन्फ्यूस्ड् आर् बिविल्डर्ड्, एतादृश अर्थाः सन्ति। मुह्यति, मुह्यतः, मुह्यन्ति। तत्र गीतायाम् एकं वाक्यमस्ति, धीरस्तत्र न मुह्यति इति गीतावाक्यमस्ति, धीरः तत्र न मुह्यति। किन्तु अत्र धीरः मुह्यति इति लिखितमस्ति, किन्तु धीरः न मुह्यति इति वाक्यं लेखनीयम्। उत्तमम्, अग्रिमं वाक्यं परिचय किञ्चित् वदतु। स्थितप्रज्ञः अभिनन्दति, स्थितप्रज्ञौ अभिनन्दतः, स्थितप्रज्ञाः अभिनन्दन्ति। स्थितप्रज्ञः द्वे वा प्रज्ञः, प्रज्ञः विस्डम् वैस् वैस् स्थित स्टेडि इट् इस्। उत्तमम्, इत्युक्ते आहत्य तत् पदं समस्तपदमस्ति, समस्तपदमस्ति इति कृत्वा, इत्युक्ते तस्मिन् पदे समासः अस्ति, तत्र समासः अस्ति, तत्र विग्रहवाक्यं कथं वक्तव्यं, वदामि, स्थिता प्रज्ञा यस्य, इत्युक्ते तत्र यस्य सः, इत्युक्ते आहत्य अस्माकम् अवगमनार्थं, यस्य प्रज्ञा स्थिता अस्ति सः स्थितप्रज्ञः इति समस्तपदमस्ति। तत्र बहुव्रीहिसमासः अस्ति, स्थिता प्रज्ञा यस्य सः रूपमस्ति। अत्र अभिनन्दति इति एकं पदमस्ति, भवत्याः अवगमनं किम् अस्मिन् विषये? नन्दति happiness, abhinandati is upasarga, it's like upasarga, abhinandani, avajnya, abhijnanam, like that. No, abhijnanam, abhijnanam iti bhinnam padam. अभिज्ञानम् इत्यस्मिन् तत्र ज्ञाधातोः रूपम् अभिज्ञानं, ल्युडन्तरूपम् अभि उपसर्गपूर्वकः ज्ञाधातुः, किन्तु अत्र अभि उपसर्गपूर्वकः नन्द् इति धातुः अस्ति। तत्र धातोः विषये किञ्चित् अवगन्तव्यं, यथा भवत्या उक्तम् अभिनन्दनम् इति पदमपि अस्ति, किन्तु अत्र धातोः विषये किञ्चित् वदामि। अत्र नद्यौ इति एकः धातुः अस्ति, पूर्वम् अरुणा भगिन्या उक्तमस्ति, सः धातुः इदित् धातुः, इत्युक्ते नद्यो इति इदित् धातुः, इत्युक्ते तत्र इकारः इत् संज्ञकवर्णः, तदर्थमेव इत् इत् यस्य सः इदित् इति वदामः। तत्र इदित् धातुः अस्ति इति कृत्वा तत्र मध्ये नुमागमः भवति, कथम् इदितो नुम् धातोः इति सूत्रेण मध्ये नुमागमः भवति। केन परिभाषया, कया परिभाषया इत्युक्ते मिदचोन्त्यात् परः इति सूत्रेण सः नुमागमः मध्ये भवति, तेन नन्द् इति रूपमायाति। तत्र टु नद्यौ इति औपदेशिकधातुः तु टु नद्यौ इति धातुः अस्ति, तस्मात् एव नन्द् इति लौकिकधातुः आयाति. तत्र नन्दति इति साधारणलट्लकाररूपमस्ति, इत्युक्ते आनन्दं प्रकटयति इत्यस्मिन् अर्थे. तत्र अभिनन्दति इत्युक्ते आनन्दं प्रकटयति, अभिनन्दनं करोति. लैक् साधारणतया अत्र अभि इति उपसर्गः अस्ति. अभि उपसर्गः कस्मिन् अर्थे स्वीकर्तव्यम् इत्युक्ते तत्र टुवर्ड्स्, फेसिङ्ग् टुवर्ड्स् इत्यस्मिन् अर्थे अभि इति उपसर्गस्य योजनं कुर्मः. तत्र भगवद्गीतायां अत्र स्थितप्रज्ञस्य का भाषा इति एकं वाक्यमस्ति. तत्र स्थितप्रज्ञः वदतु भगिनि, अरुणा भगिनी वदतु. नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता. यः सत्वत्र नभिसस्नेहः तत्तत्त्वापि शुभाशुभं नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता. उत्तमं. द्वादश अध्याय सप्त इत्युक्ते अत्र स्थितप्रज्ञः कः, स्थितप्रज्ञस्य लक्षणानि कानि, एतत् सर्वं तत्र उक्तमस्ति. स्थितप्रज्ञस्य का भाषा इति प्रश्नः तत्र अर्जुनः तं प्रश्नं पृष्टवान्. तत्र इतोपि अत्र किमस्ति, अग्रिमं वाक्यं स्वीकृत्य वदतु भगिनि. भगिनी वदति, भगिन्यौ वदतः, भगिन्यः वदन्ति. भगिनी स्त्रीलिङ्ग एकवचनशब्द वद् धातु वदति, वद् धातु गण. इत्युक्ते एतावत्पर्यन्तम् अत्र वयं पूर्वं कानिचन वाक्यानि दत्तानि. एतावत्पर्यन्तम् आचार्यः, मातुलः, सचिवः, व्यूहः, सैनिकः, धीरः, स्थितप्रज्ञः, एतानि पदानि पुंलिङ्गपदानि. किन्तु अत्र स्त्रीलिङ्गपदं दत्तमस्ति. इत्युक्ते तत्र वचनम् अनुसृत्य क्रियापदं भिद्यते, किन्तु लिङ्गम् अनुसृत्य तत्र क्रियापदस्य परिवर्तनं न भवति इति अवगम्यते. इत्युक्ते तत्र भ्राता इति पदमस्ति चेदपि भ्राता वदति, भगिनी वदति. इत्युक्ते तत्र लिङ्गभेदः न दृश्यते. इत्युक्ते लिङ्गम् अनुसृत्य क्रियापदस्य परिवर्तनं न कदापि भवति, किन्तु वचनम् अनुसृत्य क्रियापदस्य परिवर्तनं भवति. पुरुषम् अनुसृत्य, आधारीकृत्य तस्य परिवर्तनं भवति, न तु लिङ्गम् इत्युक्ते पुंलिङ्गपदं, स्त्रीलिङ्गपदम् अथवा नपुंसकलिङ्गपदं, तदाधारीकृत्य क्रियापदस्य परिवर्तनं न भवति इति अत्र एकः विषयः. अस्तु, इत्युक्ते अत्र भ्राता इति पदं योजयित्वा वदतु. भ्राता वदति, भ्रातरौ वदतः, भ्रातरौ देन् भ्रातरः वदन्ति तावदेव. उत्तमम्. अग्रिमं वाक्यं. गात्रं सीदति, गात्रे सीदतः, गात्राणि सीदन्ति. गात्रम् इस् पुल्लि नपुंसकलिङ्गशब्द. सीदति सीद् धातु. गात्रं मीनिङ्ग् गात्रम् अत्र किं भगिनि? गात्रम् अत्र गात्रम् इत्युक्ते शरीरं, शरीरम् ओ गात्रम् इत्युक्ते शरीरम् इति अर्थः. अत्र अत्र गात्रम् इति पदं गै धातोः रूपमेव. गै धातुतः तत्र प्रत्ययं किमपि त्रन् वा किमपि प्रत्ययं योजयित्वा तत्पदं सिद्ध्यति. किन्तु गात्रम् इत्युक्ते शरीरम् एव सीदति सीदति इत्यस्मिन् विषये तत्र किञ्चित् वक्तव्यमस्ति. तत्र धातुः औपदेशिक उपदेशावस्थायां धातुः शद्रु तत्र इत्युक्ते उपदेशावस्थायां शकारादिधातुः अस्ति. तत्र विशरणगत्यवसादनेषु इत्यस्मिन् अर्थे तत्र भुवादिगणीयधातुः. किन्तु यथा भवत्या उक्तं लौकिकधातुः तु सीदेव सीदति. मम गात्रं अर्थं किं वा भगिनि? सीदति वीकने इत्युक्ते इत्युक्ते सिङ्किङ्ग् इन् टु साड्नेस् आर् डिस्ट्रेस्. धन्यवादः. सिङ्किङ्ग् इन् टु साड्नेस् आर् डिस्ट्रेस् इत्युक्ते अर्जुनविषादयोगे सः अर्जुनः वदति किं वदति? सीदन्ति मम गात्राणि इत्युक्ते तस्य मनसि विषादः अस्ति अथवा मनस्तापः अस्ति. तस्मिन् सन्दर्भे अर्जुनः मम गात्रं सीदति इति उक्तवान् गीतायाम्. अनन्तरं तत्र धन्यवादः भगिनि. अनन्तरम् अत्र प्रिया भगिनी भवती वदतु अत्र अग्रिमं वाक्यं. मुखं सुष्यति मुखे सुष्यतः मुखानि सुष्यन्ति. मुखम् इति नपुंसलिङ्गम् एकवचनं. मुखं सुष्यति किं धातु? सुष् धातु भगिनि. शोषणे इत्यस्मिन् अर्थे तत्र दिवादिगणीयधातुः सुष्यति. सुष्यति अर्थं प्रक्षालयति किं? मुखं प्रक्षालयति अर्थं वा किम् अर्थं सुष्यति? न न न न सुष्यति इत्युक्ते प्रक्षालयति न. ड्रै ड्रै शिष् तत्र अत्र लौकिकधातुः तु शुष् किन्तु औपदेशिक उपदेशावस्थायां सुषौ इति दत्तमस्ति. किन्तु पूर्वं वयं दृष्टवन्तः मुह्यति इव सुष्यति अपि दिवादिगणीयधातुः. सुष्यति इत्युक्ते किं? कोऽपि like when we become very very anxious, our mouth also dries up, we are unable to speak. That happens. I think it's what drying up. Sushyati ityasmateva shushkaha. Atra shushkaha iti ekam padamasti. Soshanam iti drying up ityasmin arthi. Atra vayam sadharanam padameva vayam shrunimaha mukhyaha. मुख्यः मुख्यम् एतादृशानि पदानि शृणुमः. तत्र मुख्यः इति पदं मुखं मुखशब्दात् आगतं. मुख इति प्रातिपदिकमस्ति. तत्र यत् प्रत्ययस्य योजनेन मुख्य इति पदमागतं. मुख्यः इत्युक्ते प्रमुखः अथवा प्रधानः नेता इत्यस्मिन् अर्थे साधारणं पदमेव मुख्यं. तत्पदं मुख इति शब्दात् आगतम्. अग्रिमं वाक्यम् इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति. इन्द्रियं नपुंसलिङ्गम् अव्ययम् इति अर्थं. बाडि इन्द्रियाणि ऐ ऐ नेत्रम् इत्यादि सेन्स् आर्गन्स् सेन्स् आर्गन् सेन्स् आर्गन् हरति इति हृ धातु हरति. अत्र हृधातोः रूपमेव हृधातुः हरणे हरणे इत्यस्मिन् अर्थे दत्तमस्ति. यथा भगिन्या उक्तं सेन्स् आर्गन्स् इत्युक्ते येषां येषाम् अवयवानां द्वारा ज्ञानप्राप्तिः भवति तदेव इन्द्रियम्. येषाम् इन्द्रियाणाम् अवयवानां द्वारा ज्ञानप्राप्तिः इन्द्रियम् इन्द्रियाणि कति प्रकारकाणि? ज्ञानेन्द्रियाणि, कर्मेन्द्रियाणि द्वयम् अस्तु वयं जानीमः. हृधातोः विषये इतोपि कोऽपि वदति वा? हृधातुतः कीदृशानि पदानि निष्पन्नानि भवन्ति हृधातोः विषये? अवगन्तव्यं वदतु भगिनी. अरुणा भगिनी वदतु. उपहार न उपहारं हरति अत्र हृधातोः विषये किञ्चित् भूमा भगिनी वदतु. हरणमस्ति, हरणमस्ति. नो चेत् तत्र हृधातोः प्रत्येकता का इत्युक्ते तत्र हृधातुतः प्रत्येकस्य उपसर्गस्य योजनेन भिन्नभिन्नपदं निष्पन्नं भवति. अत्र वि योजनेन विहारः, प्रायोजनेन प्रहारः, संयोजनेन संहारः, उपयोजनेन उपहारः, प्रत्याहारः. प्रति उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, हृधातुः, प्रत्याहारः इत्युक्ते भिन्नभिन्न उपसर्गाणां योजनेन भिन्न नयन्त्रपाणि, भिन्नपदानि निष्पन्नानि भवन्ति तत्र. तत्र सर्वत्र विहारः, आहारः, संहारः एतेषु अन्तिमप्रत्ययः अस्ति घञ् प्रत्ययान्तरूपम्. हृधातुतः एव तादृश एतानि पदानि सिद्ध्यन्ति. अग्रे पठतु भगिनि. फोर् ट्रू धातु टु रिम् लैक् हौ वेन् वि एड् द उपसर्ग द धात्वार्थः चेञ्जस् दिस् वन् संथिङ्ग् आहार विहार संहार संथिङ्ग् ऐ फर्गोटन् देट् यूजुलि उपसर्ग लेसन् इन् द इन्शियल् स्टेज् दे गिव् दिस् कारिक टु स्पीकर्स् अण्डर्स्टाण्ड् how different upasargas atvartha. Uttama, uttama. Tadeva aham shrotim ichhami. Ichukte hrudhatoh visheye prarambhika stare tatra adhyapakaah tat vadanti. Uktva asmakam smaranartham ichukte bhinna pratyayanam yojanena bhinna padani bhinna bhinna subanta padani prayanti yasya avagamanartham गुरुधातोः उदाहरणं दत्तवन्तः. अनन्तरम् अग्रे पठतु भगिनि. अहं नमामि, आवां नमावः, वयं नमामः. अहम् उत्तमपुरुषस्य एकवचनम्. अहम् अस्मत् शब्दस्य अहं प्रथमविभक्ति एकवचनम्. नमामि नम् धातु, नम् धातु उत्तमपुरुषस्य क्रियापदं नमामि. उत्तमम्. इत्युक्ते आहत्य पुरुषम् अनुसृत्य अत्र क्रियापदं वदतु. पुरुषम् अनुसृत्य क्रियापदम् अपि भेदः भवति. उत्तमं. तावदेव. अत्र धातुः लौकिकधातुः नम् अस्ति, किन्तु अत्र उपदेशावस्थायां णकारादिधातुः इत्युक्ते मूर्धन्य णकारः अस्ति इति कृत्वा तत्र एकं कार्यं भवति. नोणः, नोनः इति एकं कार्यं भवति. तेन कार्येण मूर्धन्य णकारादिधातुः तत्र रूपं नम् इति भवति. तत्र इत्युक्ते उपदेशावस्थायां मूर्धन्य णकारादिधातुः अयं धातुः. तदर्थमेव अत्र अपि च अयं धातोः विषये किञ्चित् अवगन्तव्यम्. इत्युक्ते धातुः अनिट् धातुः, अयं धातुः अनिट् धातुः अस्ति इति कृत्वा तत्र वयं साधारणरूपमेव क्त्वान्तरूपं किं वदामः? नत्वा, नत्वा. किन्तु पठधातोः रूपं पठित्वा इति वदामः. किन्तु अत्र नमित्वा किमर्थं न भवति? अनिट् कारणं. उत्तमम्. अनिट् अस्ति इकारः न आयाति. पठधातुः सेट् धातुः, तदर्थं पठित्वा इति रूपम् आयाति, किन्तु अत्र नम् धातोः रूपं नत्वा नत्वा इत्युक्ते इडागमः न भवति. अस्तु, तदर्थमेव. अग्रिमम्. अहं गायामि, आवां गायावः, वयं गायामः. गायामि गैदातु, गैदातु उत्तमपुरुषस्य क्रियापदम्. अहं तु अस्मशब्दस्य प्रथमविभक्ति एकवचनं. गायामि गैदातु. उत्तमम्. इत्युक्ते अत्र गै धातोः रूपं गायति, गायामि उत्तमपुरुषरूपम्. अत्र धातुः सकर्मकः वा अकर्मकः वा भवन्तः दृष्टवन्तः वा? अत्र गायति वा, गायति सकर्मकः, सकर्मकधातु इति अहं चिन्तयामि भगिनि. किं गायति, श्लोकम् इति, गीतं, कर्मपदं. किन्तु अत्र अष्टाध्याय्यां पश्यामि चेत् अकर्मक इति लिखितमस्ति भगिनि. ओ अस्तु भगिनि, अहमपि न जानामि भगिनि. अस्तु, किं गायति, गीतं, ओ गीतं तु प्रथमाभक्ति आगच्छति वा अत्र. गीतं गायति, तत् चिन्तनीयं, किमर्थमित्युक्ते गै धातुः दत्तमस्ति, किन्तु अत्र गै धातुः एजन्तधातुः इति वदामः. एजन्तधातुः, एजन्तधातुः किमर्थं वक्तव्यम् इत्युक्ते तत्र ऐ इति एच् प्रत्याहारस्थवर्णः, ऐकारः एच् इति एकः प्रत्याहारः अस्ति, तस्य तस्मिन् प्रत्याहारे ऐकारः अस्ति इति कृत्वा एजन्तधातुः अथवा ऐकारान्तधातुः इति वक्तव्यमस्ति. किन्तु तत्र सर्वे एजन्तधातवः आकारान्ताः भवन्ति अन्ततो गत्वा, तदर्थमेव अत्र गै धातोः रूपं गायति, गानं, गानम् एतादृशानि रूपाणि. ऐका अन्य अन्यः एजन्तधातुः ध्यै, ध्यै अपि अस्ति. ध्यै धातोः रूपं ध्यायति, सः धातुः ध्यायति, ध्यानं, तादृशानि पदानि सन्ति. ध्येय धातुः अपि एजन्तधातुः एव. अग्रिमं वाक्यम्. अहं गणयामि, आवां गणयावः, वयं गणयामः. गणयामि, गणयति, गण् धातु वा, गणधातु, गणधातु कौण्ट् इति अर्थं गणयति, गणयामि अहम् उत्तमपुरुषक्रियापदम्. इत्युक्ते चुरादिगणः इत्युक्ते दशमगणः. अन्तिमं वाक्यम्. अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः. इच्छामि इष् धातु, इष् धातु इच्छामि, इच्छामि. अत्र पूर्वम् अरुणा भगिन्या उक्तमस्ति तत्र इषु गमीयमां छः इति सूत्रेण, तत्र अत्रापि अत्र गम् धातोः विषये अपि तत् सूत्रं कार्यं करोति. इष् धातोः रूप रूपसाधनार्थमपि तत् सूत्रं कार्यं करोति. इषु गमीयमां छः इति सूत्रेण षकारस्य स्थाने छकारादेशः भवति, तदर्थमेव इष् इच्छ, इच्छ इति रूपम् आयाति तत्र. तत्रापि छेच इति सूत्रेण तत्र तुगागमः भवति, तेन तत्र इत्युक्ते इच्छामि इति रूपसाधनार्थं किं कर्तव्यम् इत्युक्ते What is Ganayami mean? What is Ganayami mean? Ganayami. Count is yes, the to count. Ganayati? To count. Count. Okay. Count. Count. Okay. Counting. Uttama. Counting. Tatra, Rupa Sadhanartham, Bahuni Sutrani, Tatra Santi. Kintu, Tatra okay. Ichhami Ityasmin Sandarbhe, Ishu Gamiyamam Chaha, Sutram Karim Karoti. Antimam Vakyam. Aham Vindami. आवां विन्दावः, वयं विन्दामः. विन्दामि वि उपसर्गं परन्तु अर्थं न जानामि विन्दामि नमामि इति अर्थं वा न विन्दामि किम् अर्थं भगिनि अहमपि न जानामि विन्दामि प्राप्नोति इति सम्मानमर्थं वा लभते प्राप्नोति अस्तु विन्दामि लभते वि उपसर्ग भवति इति धातुः भाति तत्र विद् अस्ति भगिनि इत्युक्ते अत्र नुमागम अत्रापि भवति इति धातु विचारणे रुदादिगणे विद् विचारणे that is different bagini with vidudadigane vidul ru labe vindati ichukte atra atra kinchit avagantavyam ichukte vindate vindati ichukte atra bahushu ganeshu vid dhatuh asti atra vid dhatuh rupameva veti ekam padam asti विद् धातोः रूपमेव तत्र विद्यते इति एकं पदम् अस्ति विद् धातोः रूपमेव किन्तु अत्र कीदृशधातुः अस्ति विद् धातुः एव किन्तु कस्मिन् अर्थे अस्ति इत्युक्ते पञ्चसु गणेषु विद् धातुः दृश्यते अत्र अत्र विद् विद्लृ लाभे विद्लु तत्र विद्लृ इति न वदामः तत्र केवलं लु इत्युक्ते अच्वर्णः अन्ते श्रूयते तत्र लाभे इत्यस्मिन् अर्थे दत्तमस्ति विद् धातुः तस्य रूपमेव स्वीकर्तव्यम् अस्मिन् सन्दर्भे विन्दति विन्दति विन्दतः विन्दन्ति इत्युक्ते एकः एव धातुः बहुषु गणेषु भिन्नभिन्न अर्थेषु उपलभ्यते प्राप्नुमः किन्तु कस्मिन् अर्थे स्वीकर्तव्यम् अत्र कीदृशधातुः तदर्थमेव धातुपाठं धातुपाठः पठनीयः तावदेव अत्र तुदादिगणीयधातुः लाभे लता भगिनी वदतु अत्र वाक्यानि दत्तानि किल उपरि दत्तवाक्याय अरविन्द भगिनी वयम् एकः पेटर्न् अपि पश्यामः पीतः अन्ति फार् आल् द लिङ्गास् यु काल् इट् तिङ् प्रत्ययः लट्लकारे पीतः अन्ति एण्ड् मध्यमपुरुष नाट् गिवन् एनी एक्साम्पल् देन् उत्तमपुरुष मी वः मह तस्मिन् सन्दर्भे अत्र कोऽपि वदति वा तत्र यथा अत्र यथा भगिन्या उक्तं वदतु न भगिनि विन्दामि विन्द अरविन्द अरविन्द आल्सो वन् वर्ड् इस् देर् नो सो इस् देर् एनी कनेक्षन् बिट्वीन् दट् विन्द् अण्ड् अरविन्द दिस् विन्द् अत्र अरविन्दः अस्माकं कक्षायाम् अरविन्दमहोदयः अस्ति इत्युक्ते अरविन्द इति पदं कथमागतम् कोऽपि दृष्ट्वा वदतु अरविन्दः पुंलिङ्गपदमेव किन्तु पदं कथं निष्पादितं तस्य पदस्य अरविन्द निर्माणं कथम् अभवत् वयम् अग्रे चिन्तयामः अत्र अस्माकं विषयः अत्र यथा लता भगिन्या उक्तं तत्र अत्र पेटर्न् दृश्यते पेटर्न् दृश्यते इत्युक्ते तत्र तीतः अन्ति मी वहमः तत्र किं वक्तव्यम् इत्युक्ते तत्र एते सिद्धतिङ्गप्रत्ययाः इति वदामः इत्युक्ते मूलतिङ्गप्रत्ययाः सन्ति व्याकरणे लट्लकारप्रसङ्गे तत्र क्षम्यतां मूलतिङ्प्रत्ययाः सन्ति मूलतिङ्प्रत्ययाः कति सन्ति अष्टादश मूलतिङ्प्रत्ययाः सन्ति तिप्तस् झि सिप्तस्थ मिप् वस्मस् ता आतां झ हा सा थां ध्वम् इड्वहि महिङ् इति मूलतिङ्प्रत्ययाः सन्ति. मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययान् निर्मामः. सिद्धतिङ्प्रत्ययाः भिन्नाः इत्युक्ते लट्लकारप्रसङ्गे, इत्युक्ते यदा वयं लट्लकारविवक्षायां लट्लकाररूपं साधयितुम् इच्छामः तस्मिन् सन्दर्भे तत्र सिद्धतिङ्प्रत्ययान् योजयामः. तत्र लट्लकारे सिद्धतिङ्प्रत्ययाः के इत्युक्ते ती तः अन्ति सी थः थ मी वह मह. एते नवप्रत्ययाः परस्मैपदीधातूनां कृते सिद्धतिङ्प्रत्ययाः. आत्मनेपदीधातूनां कृते अपि सिद्धतिङ्प्रत्ययानां निर्माणं कृत्वा तदनन्तरं अङ्गात् तस्य योजनं भवति. इत्युक्ते आहत्य तत्र मूलतिङ्प्रत्ययाः अष्टादश सन्ति, तेभ्यः सिद्धतिङ्प्रत्ययानां निर्माणं भवति, तदनन्तरं लकारम् अनुसृत्य सिद्धतिङ्प्रत्ययाः भिन्नाः भवन्ति. तेषां योजनं कृत्वा अस्माकं विवक्षानुगुणं तस्य रूपं साधयामः. यथा लट्लकारे भिन्नसिद्धतिङ्प्रत्ययाः सन्ति, लोट्लकारे भिन्नभिन्नसिद्धतिङ्प्रत्ययाः, लङ्लकारे भिन्नसिद्धतिङ्प्रत्ययाः. अत्र अस्माकं पाठः तु लट्लकारः, तदर्थम् अत्र लट्लकारविवक्षायां सिद्धतिङ्प्रत्ययानां योजनं कृत्वा रूपं साधयामः इति विषयः अत्र. एतत् सर्वं व्याकरणकक्षायां पुनः आयाति. अधुना अत्र द्वितीये अग्रिमे पुटे किम् अस्ति इति एकवारं पश्येम. वदतु महोदय. कल्पत्रुमे दत्तम् इति अरविन्दम् आराकाराणि दलानि तत् तादृशात् आरः तान् विन्दति लभते इत्यर्थः. विन्द् अरविन्द अरविन्दं पद्मं सारसपक्षि इत्यमरः. अस्तु, अरविन्दम् इत्युक्ते पद्मम् इति श्रुतवती अहम्. आरकाराणि दलानि तत् तादृशात् आरः आराः mean like a wheel, dalani, the petals of which is like a wheel of a you know chariot wheel. Tan vindati labhate labhate. Astu astu agre punah ek varam parshelayamaha tasmin vishe agrime pute atra Shashikala bhagini bhavati patatu. भगिनी अस्ति वा? त्वं पठसि युवां पठथः यूयं पठथ. दिस् इस् मध्यमपुरुष रैट्. त्वम् अर्हसि युवाम् अर्हथः यूयम् अर्हथ. अर्हसि इस् टु बि वर्दि इस् इट्. त्वं छात्रः असि युवां छात्रौ स्थः यूयं छात्राः स्थ. त्वम् उपविशसि युवाम् उपविशथः यूयम् उपविशथ. त्वं कथयसि युवां कथयथः यूयं कथयथ. कथयसि इस्तु एक्स्प्रेस् इस् इट्. आं भगिनि, अत्र कथयति कथयति इति क्रियापदमस्ति. अत्र चुरादिगणीयधातुः एव. अत्र एतत् एतत् पठित्वा भवत्याः अवगमनं किम्? I don't think I'm in a position to explain, Bhagini. I haven't yet got all that. Atra kim dattam asti etavat paryantam vayam prathama purusha कर्तृपदानि दृष्टवन्तः, उत्तमपुरुषकर्तृपदानि अपि दृष्टवन्तः. अत्र अस्मिन् पुटे मध्यमपुरुषकर्तृपदानि इत्युक्ते युष्मत्शब्दस्य रूपाणि, त्वम् इति युष्मत्शब्दः, युष्मत्शब्दस्य रूपाणि त्रिषु वचनेषु त्वं युवां यूयम् इति रूपाणि दत्तानि. इत्युक्ते तत्र कर्तृपदम् अनुसृत्य क्रियापदमपि तस्य परिवर्तनं भवति. तदर्थमेव अत्र त्वम् अर्हसि, युवाम् अर्हतः, यूयम् अर्हतः रूपमस्ति. तदनन्तरं द्वितीयं वाक्यमस्ति त्वं छात्रः असि. इत्युक्ते अत्र अस् धातोः रूपम्, अस् धातुः अकर्मकधातुः अस्ति इति कृत्वा, यद्यपि अस्मिन् वाक्ये एतावत्पर्यन्तं केवलं पदद्वयमेव अस्माभिः दृष्टं प्रत्येकस्मिन् वाक्ये, किन्तु अस्मिन् वाक्ये पदत्रयं दत्तमस्ति. किन्तु तत्र छात्रः इति पदं कर्मपदं नास्ति. त्वं छात्रः, त्वं कः? त्वं छात्रः असि. इत्युक्ते त्वम् इत्यस्य विशेषणं भवति तत्र. इत्युक्ते कर्मपदं नास्ति अस्मिन् वाक्ये. किमर्थम् इत्युक्ते अस् धातुः अकर्मकधातुः अस्ति इति कृत्वा. अग्रिमे वाक्ये त्वम् उपविशसि इति दत्तमस्ति. इत्युक्ते मध्यमपुरुष एकवचनरूपं लिखितम्. अत्र उप उपसर्गपूर्वकः विश् धातुः अस्ति. किन्तु यद्यपि विश् धातुः सकर्मकधातुः, उप इति उपसर्गस्य योजनेन तस्य स्वरूपपरिवर्तनं भूत्वा तत्र उपविशति इति अकर्मकधातुः, इत्युक्ते कर्मपदं न स्वीकरोति. अन्तिमं वाक्यमस्ति त्वं कथयसि, कथयति इति चुरादिगणीयधातुः अस्ति. अत्र क्वायर् ग्रूप् इति लिखितमस्ति अत्र. एतावता त्वं कथयति इति रूपं, कथयति इति चुरादिगणीयधातुः अस्ति. इत्युक्ते अत्र मध्यमपुरुष कर्तृपदं योजयित्वा क्रियापदानि लिखितानि अत्र. अग्रिमम् अभ्यासं शीघ्रं समापयामः. अत्र वेदा भगिनी भवती पठतु. आं भगिनि, कथं फ्रम् वेर् त्वम् उपविशसि? अग्रिमम् अभ्यासं कुर्मः. यदोदाहरणं रिक्तस्थानानि, यदोदाहरणं रिक्तस्थानानि पूरयत, यत् उदाहरणं रिक्तस्थानानि पूरयत. यु वाण्ट् मी टु एक्स्प्लेन् दट् यत् उदाहरणं रिक्तस्थानानि पूरयत्, पूरयत् लोट्लकार, यतो उदाहरणं समस्तपदं, यत् उदाहरणं रिक्तस्थानानि बहुवचनं रिक्तस्थानं, दट् ईस् आल्सो समस्तपदं रिक्तस्थानं, रिक्तस्थानानि पूरयत्. अत्र भगिनी एकं किञ्चित् वदामि. यथोदाहरणम् इति पदमस्ति, तत्र समस्तपदं नास्ति, समस्तपदं नास्ति अत्र, केवलं सन्धिकार्यमस्ति. यथायोगः उदाहरणं, यथायोगः उदाहरणमस्ति, चिन्ता मास्तु, सन्धिकार्यमस्ति. अत्र गुणसन्धिः भवति. उदाहरणम् इति पदं वयं पूर्वमेव चर्चितवन्तः. उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, हृ धातुः, ल्युट् इति प्रत्ययः इति. उषा भगिनी भवत्याः चिन्तनं किं वदतु? उत् उत् उपसर्गपूर्वक, उत् योगः, आ उपसर्ग योगः, हृ धातु, हरति, हरणं, ल्युट् प्रत्ययः अस्ति. उत्तमम् उत्तमं भगिनि. वेदा भगिनी वदतु अधुना. स्यूयतः अस्ति, स्तूयतौ स्तः, स्तूयिता सन्ति, उदाहरणं दत्तमस्ति. स्यूतः इस् लैक् पर्स् आर् वालेट् आर् समथिङ्ग् बेग्, स्यूयतः. अस्ति स्तः सन्ति अस्तात्रूपम् अस्ति स्तः सन्ति बालः उपविशति ओ बाला उपविशति बालः उपविशति बालौ उपविशतः बालाः उपविशन्ति उप अत्र किञ्चित् वदामि स्यूतः इति पदमस्ति स्यूतः इति पदं कथम् आगतम् इति अहं दृष्टवती अत्र शब्दकोशं दृष्टवती अतः वदामि अत्र शिव् दिवादिगणीयधातुः एकः धातुः अस्ति शिव् इति धातुः सीव्यति सीव्यति इति एकं क्रियापदम् अस्ति अपि च सीवनं सीवनम् इति लुड्डन्तपदम् अस्ति तत्र सीवनयन्त्रम् इति वयं दृष्टवन्तः सूयिङ्ग् मेशीन् तत्र सीव्यति इत्युक्ते स्टिचिङ्ग् इत्यस्मिन् अर्थे सीवनम् इत्युक्ते स्टिचिङ्ग् सीवनयन्त्रम् इत्युक्ते सूयिङ्ग् मेशीन् किन्तु अत्र सीवनयन्त्रेण यद् निर्मितं तदेव तत्र सीव् धातोः रूपमेव स्यूतः इति लिखितमस्ति उषा भगिन्या उक्तं क्ताप्रत्ययान्तरूपम् उत्तमम् अत्र अग्रे द्वितीयं वाक्यं कृतवती बालः उपविशति बालौ ओके बालः प्रविच्य धातु बालः उप निष्पन्नति बालः इति पदं कथं निष्पन्नम् अग्रे पश्यामः किन्तु अत्र उपविशति वयं चर्चितवन्तः उपविशतिपूर्वकः विष्धातुः विष्धातुः तु सकर्मकधातुः प्रवेशने इत्यस्मिन् अर्थे अत्र तृतीयं वाक्यम् अश्वः धावति अश्वः धावति एकवचनम् अश्वः धावति द्विवचने अश्वौ धावतः बहुवचने अश्वाः धावन्ति अश्वः अकारः पुल्लिङ्गशब्दः अश्वः रामशब्दे एव अत एव अश्वः अश्वौ अश्वाः पदं लभते अत्र धाव् धातुः कीदृशः धाव धाव् धातु धावति धाव धावति चिरादिगणधातु वा न न सारि भुवादिगणे उदादिगणे ऐ थिङ्क् न न अत्र उषा भगिनी वदतु भुवादिगणे उभयपति सकर्मकधातु ओ सकर्मक इति लिखितमस्ति वा आं भगिनि किन्तु अत्र धावति इति कीदृशधातुः द्रष्टव्यम् अत्र धावति हौ केन् इट् बि सकर्मक धावति अकर्मक अकर्मक इस् रैट् अकर्मक इति मम चिन्तनं किन्तु अत्र अष्टाध्यायी डाट् काम् मध्ये सकर्मक इति लिखितमस्ति अत्र द्रष्टव्यं धातुपाठं दृष्ट्वा एव वक्तुं शक्यते किं धावति नोबडी आस्क् नो कः धावति अश्वः धावति अत्र अहं श्रुतवती अकर्मकधातुः इति श्रुतवती किन्तु अत्र दोषः अस्ति इति भाति भगिनि अत्र सकर्मकः इति लिखितं भगिनि अष्टाध्यायी मध्ये दोषः अस्ति वा भवितुम् अर्हति भवितुम् अर्हति अग्रिमं वाक्यं वेदवाक्यं दोषः अष्टाध्याय्यां दोषः नास्ति इण्टर्नेट् मध्ये स्थितः अष्टाध्याय्यां दोषः भवितुम् अर्हति उत्तमम् उत्तमं पुंलिङ्ग अस्ति स्त्रीलिङ्गे किम् अस्ति भगिनि किं किं वदतु पुंलिङ्ग अस्ति स्त्रीलिङ्गे अस्ति चेत् किं पदम् अश्वः घोडा घोडी नहीं घोडी नहीं होता देखो घोडी इन हिंदी या दे से घोडा एंड घोडी किमपि किमपि किन्तु स्त्रीलिङ्गे किं वक्तव्यं द्रष्टव्यं भगिनि न दृष्टवती अहं भगिनि अग्रिमं वाक्यं पठतु धेनुः चरति धेनु चरतः धेनवः चरन्ति धेनु उकारः स्त्रीलिङ्गपदं धेनुः सो धेनुः धेनु धेनवः अस्ति चरति चर् धातु चरधातुः चरति तर्वत तत्र आचर्य स आचर्य आचार्यः इति वयं दृष्टवन्तः चरणं चरणम् इत्यपि वयं जानीमः आचरति आचरति इति पदम् अग्रिमं वाक्यं भगिनि घोटिका अस्ति भगिनि घोटिका ओ अस्तु वाट् इस् घोटिका अश्वस्य स्त्रीलिङ्गपदम् अस्तु फलम् अग्रिमवाक्यः फलं फलं फले फलानि नपुंसकलिङ्गपदम् एकवचनं फलं द्विवचने फले बहुवचनं फलानि फलं पतति फलं पततः फलानि पतन्ति पतति पतति या फलं फले फलानि डिड् आई से रोङ्ग् पतति पत् धातु वा पत् धातुः अत्र पत् धातोः विषये अकर्मकधातुः पत् धातुः समीचीनतया वयं स्मर्तुं शक्नुमः भगिनि अक्षाध्यायी पत् धातु ओके दिस् इस् अ डिफरेण्ट् पतति फलं पतति अकर्मकधातुः अपि च अत्र साधारणं पदमेव पतितवान् पतितः इति पदानि वयं शृणुमः अतः धातुः सेट् धातुः इति वक्तुं शक्यते इत्युक्ते मध्ये इडागमः भवति इडागमानुकूलता अस्ति इति कृत्वा पतितवान् पतितः इति रूपाणि वयं परिचितरूपाणि एव वयं दृष्टवन्तः यदा वयं साधारणतया पञ्चमी विभक्ति विभक्तिविषये पठामः तदा एकं वाक्यं शृणुमः वृक्षात् पर्णानि पतन्ति इति तत्र पञ्चमीविभक्तेः विषये यदा वयं पठामः वृक्षात् पर्णं पतति इति वाक्यं शृणुमः अग्रिमं वाक्यम् अग्रिमवाक्यमस्ति बालौ क्रीडतः दत्तानि एकवचने बहु द्विवचने रूपम् एकवचनरूपं बालः क्रीडति बालौ क्रीडतः बालः बालौ बालाः क्रीडन्ति क्रीडधातु बालः एक अकारान्तः पुल्लिङ्गः रामशब्दवत् क्रीडति क्रीडधातु क्रीडधातु मूलरूपम् औपदेशिकधातुरूपम् अस्ति क्रीड्रुं तत्र किं किम् अवगन्तव्यम् इत्युक्ते तत्र अच्वर्णेषु वयं जानीमः अच्वर्णेषु तत्र लुकारः रुकारः तत्र अजन्तस्वराः सन्ति स्वराः तत्र अत्र क्रीड् धातोः अन्ते अनुनासिकरुकारः अस्ति अनुनासिकरुकारः अस्ति इति कृत्वा तत्र उपदेशे जनुनासिक इत् इति सूत्रेण सः अनुनासिकरुकारः अपगच्छति तत्र लौकिकधातुः क्रीड् लौकिकधातुः क्रीड् औपदेशिकधातुः क्रीड्रु किमपि इत्युक्ते तत्र अन्ते अनुनासिकरुकारः अस्ति इति अवगन्तव्यम् अत्र विहारे भुवादिदगडे धातु परस्मैपति रूपम् अकर्मकः अकर्मकधातुः क्रीडधातुः अकर्मकधातुः सेट् सेट् धातुः सेट् धातुः इत्युक्ते वयं साधारणतया शृणुमः सः क्रीडितवान् सः क्रीडितवती क्रीडितवती तत्र मध्ये इकारः श्रूयते तदर्थमेव तत्र सेट् धातुः अयं धातुः अग्रिमं नर्तकी नृत्यति नर्तकी नृत्यति नर्तकौ नृत्यतः नर्तक्यः नृत्यन्ति अत्र पुनः एकवारं पश्यतु नर्तकी इति कीदृशं पदम् ईकारः ईकारः स्त्रीलिङ्गपदं नदीशब्दवत् नदीशब्दवत् नद्यौ नद्यः अधुना पुनः एकवारं वदतु वाक्यानि नदी नद्यौ नद्यः नर्तकी नृत्यति नर्तक नदी नद्यौ नर्तक्यौ वा हौ इस् हौ डु यु से दट् नर्तक्यौ नर्तक्यौ नर्तक्यौ नृत्यतः नदी नद्यः नर्तक्यः नृत्यन्ति उत्तमम् उत्तमं भगिनि अत्र नर्तकी इति पदं लिखितमस्ति किन्तु तस्मिन् एव अर्थे नर्तिका इति पदमपि अस्ति तत्र नृत् धातोः रूपमेव नृत्यति इति वयं जानीमः तत्र नृत् धातोः रूपमेव णुवल् प्रत्ययान्तरूपं नर्तकः किन्तु णुवल् प्रत्ययान्तरूपं स्त्रीलिङ्गे नर्तिका इति पदमपि अस्ति तत्र नर्तिका नर्तकी द्वयमपि समानार्थकपदे एव द्वयमपि समानार्थकः एव अत्र किन्तु तत्र प्रत्ययः भिन्नप्रत्ययः अस्ति नर्तकी इत्यस्मिन् पदे भिन्नप्रत्ययः अस्ति नर्तिका इत्यस्मिन् पदे भिन्नप्रत्ययः अस्ति किन्तु समानार्थकपदमेव धन्यवादः भगिनि अनन्तरम् उषा भगिनी पठतु आं भगिनि सैनिकः आरोहति सैनिकौ आरोहतः सैनिकाः आरोहन्ति आरोहति रुह् धातु आव् उपसर्गपूर्वकं रुह् धातु द्वादिगणे परस्मैपदि अकर्मकधातु आरोहति क्लैम्बिङ्ग् क्लैम्बिङ्ग् उत्तमम् अत्र रुह् धातुः तत्र रुह् धातुः किं दत्तमस्ति बीजजन्मनि प्रादुर्भावे इति दत्तमस्ति अत्र रुह् धातुतः आ उपसर्गपूर्वकः रुह् धातुः अत्र बीजजन्मनि प्रादुर्भावे इति लिखितम् अस्ति अस्तु किन्तु आरोहणमित्युक्ते क्लैम्बिङ्ग् एव अत्र किञ्चित् वक्तुमिच्छामि आरोहणम् इति पदं जानीमः ल्युडन्तपदम् अत्र रुह् धातुतः रोहति अथवा रोहणं कथम् आयाति इति चिन्तयामश्चेत् तत्र रुह् धातुः हलन्तधातुः इत्युक्ते अत्र रुह् इत्यस्मिन् अन्तिमवर्णः हकारः हल् वर्णः अस्ति इति कृत्वा तत्र उदुपदधातुः इति वदामः इत्युक्ते उपधायां उकारः अस्ति इति कृत्वा उदुपदधातुः इति वक्तव्यम् अयं धातुः रुह् तत्र पुगन्तलघुपदस्य च इति सूत्रेण तत्र गुणकार्यं भूत्वा रोह् इति भवति ओकारः भवति रुह् धातुतः रोहति इति पदं तादृशरीत्या निर्मितम् उत्तमम् अनन्तरं भक्तः प्रयच्छति भक्तौ प्रयच्छतः भक्ताः प्रयच्छन्ति प्र उपसर्गपूर्वकं यच्छति परन्तु दा धातु अस्ति सकर्मकधातुः द्वादिगणे भक्तः इत्युक्ते भज् भज् धातुः अत्र प्रा उपसर्गपूर्वकः यच्छति यच्छति तत्र दा धातोः रूपमेव यच्छति तत्र किं सूत्रमस्ति अरुणा भगिनी वदतु किं भगिनि अत्र दा धातोः स्थाने यच् आदेशः भवति यच्छति रूपं कथम् आयाति न न तत्र यं धातुः भिन्नः किन्तु अत्र प्रयच्छति इत्यस्मिन् पदे तत्र दाधातोः रूपमेव स्वीकर्तव्यं तत्र यं धातुः भिन्नधातुः किन्तु यथा उषा भगिन्या उक्तं इषु धातु भगिनि प्रयच्छति प्रा उपसर्गपूर्वकः यच्छति प्रयच्छति इत्युक्ते आफरिङ्ग् आर् गिविङ्ग् इत्यस्मिन् अर्थे अस्ति अत्र धात्वादेशः भवति, दाधातोः स्थाने यच् आदेशः भवति, तत्रापि पाघ्राद्मा इति दीर्घसूत्रेण तत्र दाधातोः स्थाने यच् आदेशः भवति, तत्र दाधातुः जुहोत्यादिगणीयधातुः, तत्र मूलरूपं तु दुदां दाने इत्यस्मिन् अर्थे दाधातुः दत्तमस्ति, अत्र तु दाधातुः रूपमेव स्वीकर्तव्यम्। अग्रिमं वाक्यं दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतौ, दुष्टाः प्रणश्यन्ति। प्र उपसर्गपूर्वकं नष् धातुः, दिवादिगणे परस्मैपदी अकर्मकधातुः प्रणश्यति। उत्तमम्। इत्युक्ते वयं पूर्वं दृष्टवन्तः मुह्यति, नश्यति, तत्र ष्यन् विकरणप्रत्ययः अस्ति इति कृत्वा तत्र दिवादिभ्यः ष्यन् इति सूत्रेण तत्र यकारः श्रूयते तत्र। किन्तु धातोः विषये किञ्चित् द्रष्टव्यं, तत्र अयं धातुः नश् धातुः उपदेशावस्थायां तत्र मूर्धन्यणकारादिधातुः, इत्युक्ते तत्र नशौ इति धातोः रूपं, तत्र नशौ इत्यस्मात् नश् कथं भवति इत्युक्ते तत्र एकं सूत्रमस्ति णोनः, तत्र णोनः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यः समानपदे अस्ति न, तत्र तत् सूत्रं भिन्नं भगिनि, रसाभ्यां णोनः सूत्रं भिन्नम्, अत्र णो नः इत्युक्ते विपरीतरीत्या तत्र उच्चारणं भवति, रसाभ्यां णोन णोणः, तत्र पुनः वदामि अत्र णत्वप्रसङ्गे णत्वं कुत्र कुत्र मूर्धन्यणकारादेशः भवति तस्मिन् सन्दर्भे एकं सूत्रं वयं दृष्टवन्तः, रसाभ्यां णोणः, तत्सूत्रं भिन्नं, किन्तु अस्मिन् सन्दर्भे उपदेशावस्थायां धातुतः औपदेशिकधातुतः लौकिकधातोः निर्माणं कथं भवति तस्मिन् सन्दर्भे एकं भिन्नं सूत्रमस्ति, तस्य तत् किम् इत्युक्ते णो नः, अत्र इत्युक्ते अणो णो इत्युक्ते मूर्धन्यणकारः, किन्तु अत्र णोनः सूत्रस्य कार्यं भिन्नं, रसाभ्यां णोणः तत्र तत्र कार्यं भिन्नं, अत्र मूलधातुतः औपदेशिकधातुतः लौकिकधातुः धातोः निर्माणसमये इदं सूत्रं कार्यं करोति, तदर्थमेव अत्र साधारणपदानि वयं, यद्यपि धातुः नश् धातुः अस्ति किन्तु साधारणतया प्रणश्यति इति वयं पदं शृणुमः, प्रणश्यति इति अत्र दत्तमस्ति, तत्र अस्मिन् पदे मूर्धन्यणकारः किमर्थम् आयाति इति प्रश्नस्य उत्तरं दातव्यं, कोऽपि वदति वा? अत्र प्रणश्यति, अत्र धातुः तु नश् धातुः, प्रणश्यति इति रूपं भवति, अत्र णकारः किमर्थम् आयाति इत्युक्ते अत्र उपसर्गः प्रा इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव, उपसर्गः पदमस्ति इति कृत्वा तत्र निमित्तं पूर्वपदे अस्ति, किन्तु दन्त्यनकारः उत्तरपदे अस्ति इति कृत्वा अत्र भिन्नसूत्रेण मूर्धन्यणकारादेशः भवति, तत्र सूत्रमस्ति उपसर्गादसमासे णोपदेशस्य इति सूत्रेण अत्र णत्वं भवति, इत्युक्ते अस्मिन् पदे प्रणश्यति इत्यस्मिन् पदे भिन्नसूत्रेण णत्वविधायकसूत्रेण भिन्नसूत्रेण कार्यं भवति, किमर्थमित्युक्ते उपसर्गादसमासे णोपदेशस्य, इत्युक्ते अत्र अयं धातुः उपदेशावस्थायां मूलस्थित्याम् अणकारादि मूर्धन्यणकारादिधातुः इति कृत्वा अत्र प्रणश्यति इति रूपम् आयाति, तथा एव प्रणम्यति, प्रणमति नम् धातुः अपि उपदेशावस्थायां तदेव अस्ति वा भगिनि? नमति नत्वा प्रणम्य तत्र नमति इति साधारणलट् रूपं, नत्वा इति क्त्वान्तरूपं, किञ्चित् प्रणम्य ल्यबन्तरूपम् अस्ति. तत्रापि मूर्धन्यणकारादेशः किमर्थं भवति इति चिन्तयामश्चेत्, साधारणतया णत्वं समानपदे निमित्तम् अस्ति चेदेव णत्वं भवति. इत्युक्ते तत्र सूत्रमेव वदति, रषाभ्यां नोणः समानपदे इति सूत्रं वदति. किन्तु अत्र प्रणमति अथवा प्रणश्यति, अत्र एतेषु पदेषु उपसर्गः पूर्वपदम्, इत्युक्ते उपसर्गः अपि पदमेव. इत्युक्ते निमित्तं पूर्वपदे अस्ति, किन्तु णत्वं उत्तरपदे भवति. तथा किमर्थम् इति चिन्तयामश्चेत्, तस्य कृते विशिष्टं सूत्रमस्ति. तत् किम् इत्युक्ते, उपसर्गादसमासे नोपदेशस्य सूत्रेण अत्र णत्वं भवति. तत्र कारणं सूत्रे उक्तमस्ति. इत्युक्ते अयं धातुः उपदेशावस्थायां मूर्धन्यणकारादिधातुः इति कारणतः अत्र णत्वं भवति इति सूत्रं वदति. अग्रिमं वाक्यं, नृपः तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति. तुष् धातुः अकर्मकधातुः, द्विवादिगणे परस्मैपदी धातुः. तुष्यति इत्युक्ते साटिस्फै, द्विवादिगणीयधातुः. अत्र दुष्टः इति पदं कीदृशं पदम्? दुष्टः क्तान्तरूपं, क्तान्तरूपं दुष्टः इति. अनन्तरम् अत्र नृपः इति पदमस्ति, कोऽपि वदति वा नृपः इति कीदृशं पदम्? उत्तमं महोदय. नरान् पाति किमस्ति? नरान् नरान् पाति, पाति इत्युक्ते नरान् पाति रक्षति. उत्तमम्. अत्र पाति इति साधारणतया तत्र पा धातोः रूपं पिबति वयं जानीमः, किन्तु अत्र पा धातुः रक्षणार्थे पालनं करोति. पाति, पाति इत्युक्ते मां पाहि, पाहि इति वयं जानीमः, पाहि मां, पाहि मां. उत्तमम्. इत्युक्ते अत्र पाति इति लट्लकारप्रथमपुरुषे एकवचनरूपं, पाहि इति मध्यमपुरुषे एकवचनरूपं. तत्र वयं ह्यः ह्यस्तनवर्गे एव वयं पठितवन्तः. तत्र किम् इत्युक्ते, अङ्गम् अदन्तमस्ति चेत् तत्र अङ्गमदन्तमस्ति चेत् मध्यमपुरुषे एकवचने अतो हेः इति सूत्रेण तत्र हकारादिप्रत्ययः लोपः भवति. किन्तु अङ्गम् अनदन्तमस्ति चेत्, अनदन्ताङ्गमस्ति चेत् तत्र सेर्ह पिच्च इति सूत्रेण, सेर्ह्य पिच्च इति सूत्रेण तत्र हकारः तथा एव तिष्ठति. तदर्थमेव तत्र पाहि, देहि एतादृशानि पदानि सिद्ध्यन्ति. किन्तु अस्मिन् सन्दर्भे अत्र नृपः इत्युक्ते नरान् पाति रक्षति. तादृश तस्मिन्नेव अर्थे नृपः, नृपतिः, नृपालः एतादृशानि पदानि सन्ति. अत्र नृपः इत्युक्ते राजा इति अर्थः. नृ इति पदमपि अस्ति, पुंलिङ्गपदं. नृ मनुष्यः इत्यस्मिन् अर्थे नृणान् पाति इति अपि वक्तुं शक्यते. नृणाम् इति नास्ति, क्षम्यतां, नृणान् पाति. इत्युक्ते आहत्य अत्र षष्ट्यन्तं रूपम् अपि च द्वितीयान्तमपि साधु एव इति भाति. आहत्य नृपः इत्युक्ते नरान् पाति, राजा नृपः. अग्रिमं वाक्यं भगिनी वदतु. एषा कुष्यति, एते कुष्यतौ, एताः कुष्यन्ति. भगिनी अत्र कुप्यति कुष्यति कुप्यति कुप्यति अत्र क्षम्यतां भगिनि क्षम्यताम् एषा कुप्यति एते कुप्यतौ एताः कुप्यन्ति कुप्यन्ति इत्युक्ते किम् अस्ति भगिनि कोपं कोपं करोति कोपं करोति कोपः कुप् तत्र ये अयम् अस्मात् धातुतः एव कोपः इति पदमागतं कुप्यति अपि दृष्टवती वा कस्मिन् गणे अत्र कुप्यति इति नृत्यति इव तत्र दिवादिगणीयधातुः एव अत्र कुप्यति दिवादिगणीयधातुः अपि च अकर्मकधातुः अत्र पूर्वस्मिन् वाक्ये तूष्धातुः अस्ति तत्रैव वयं साधारणपदानि दृष्टवन्तः सन्तुष्टः सन्तुष्टिः सन्तोषः एतादृशानि पदानि किन्तु तत्र सम् इति उपसर्गः अस्ति सम् उपसर्गपूर्वकः तूष्धातोः रूपमेव तत्र घञ् प्रत्ययान्तरूपं संयोगः तुष्योगः घञ् सन्तोषः सन्तुष्टिः अन्यत् पदं सन्तुष्टः सः पुरुषः सन्तुष्टः इत्युक्ते भिन्नभिन्नप्रत्ययानां योजनेन भिन्नभिन्नपदानि अपि च उपसर्गाणां योजनेन भिन्नानि पदानि निर्मितानि तत्र कुपितः अत्र धातुः कुप्यति इति तत्र धातुः सेट् अस्ति इति कृत्वा तत्र कुपितः कुपितवान् एतादृशानि पदानि वयं शृणुमः किन्तु अयं धातुः अकर्मकधातुः अन्तिमं वाक्यम् एषः वदतु महोदय कुप्यति इत्युक्ते कोपं करोति इति एव अनन्तरम् अन्तिमं वाक्यं वदतु भगिनि एषः शोचति एतौ शोचतः एते शोचन्ति पूर्वमेव पठितवन्तः शोचति शुच् धातुः अकर्मकधातुः द्वादिगणे परस्मैपदी भगिनि एषा स्त्रीलिङ्गपदं नास्ति भगिनि एषा स्त्रीलिङ्गपदं भगिनि एते कुप्य शोचन् शोचतः पुनः एकवारं द्वादशं वाक्यं पुनः वदतु एकवारम् एषा एते एताः उत्तमम् अधुना एषः एतौ एते भगिनि अरुणा भगिनी भवती किञ्चित् शृणोतु क्षम्यताम् एते अत्र एषः एव क्षम्यताम् एषः अत्र आहत्य उषा भगिनी कुत्र कुत्र एते इति पदम् आयाति अत्र पुंलिङ्गे कुत्र आयाति स्त्रीलिङ्गे विभक्ति बहुवचने एताम् पुंलिङ्गे बहुवचने भगिनि पुंलिङ्गे बहुवचने एषः एतौ एते तत्र पुंलिङ्गबहुवचनरूपम् एते अस्ति नपुंसकलिङ्गे नपुंसकलिङ्गे एतत् एते द्विवचने अस्ति प्रथमपुरुषे अपि च प्रथमविभक्ति मध्यमपुरुष एते अनन्तरं द्वितीयविभक्ति मध्यम भगिनि भगिनि भगिनि तत्र किञ्चित् भ्रमः मास्तु अत्र पदं सुबन्तपदमस्ति इति कृत्वा तत्र पुंलिङ्गे प्रथमाविभक्ति बहुवचने भवति तत्र पुरुष इत्यस्य प्रसक्तिः नास्ति एतत् पदं सर्वनामपदमस्ति इति कृत्वा प्रथमाविभक्त्यां बहुवचने इत्युक्ते तत्र पुरुषः इत्यस्य प्रसक्तिः कुत्र भवति तिङन्तप्रसङ्गे इत्युक्ते क्रियापदानां विषये प्रथमपुरुष मध्यमपुरुष इति वदामः किन्तु केवलं सुबन्तपदानां नामपदानां विषये लिङ्गप्रसक्तिः अस्ति वचनप्रसक्तिः अपि च विभक्तिप्रसक्तिः अधुना वदतु एते कुत्र आयाति एते पुंलिङ्गे प्रथमविभक्त्यां बहुवचने आयाति, अनन्तरं स्त्रीलिङ्गे प्रथमविभक्त्यां मध्यमपुरुषे सारि द्विवचने आयाति, अनन्तरं स्त्रीलिङ्गे द्वितीयाविभक्त्यां मध्यम द्विवचने अपि आयाति, अनन्तरं नपुंसकलिङ्गे प्रथमपुरुषे द्विवचने अपि च द्वितीयाविभक्त्यां द्विवचने आयाति. इत्युक्ते एतत् एते एतानि एतत् एते एतानि इत्युक्ते नपुंसकलिङ्गे प्रथमाविभक्त्यां द्विवचने द्वितीयाविभक्त्यां द्विवचनरूपम् इत्युक्ते आहत्य एते इति पदं बहुषु स्थलेषु दृश्यते, किन्तु वयं वाक्यं दृष्ट्वा अवगन्तुं शक्नुमः अस्मिन् वाक्ये किं दत्तमस्ति. एषः पुंलिङ्गे अस्ति अत्र त्रयोदशवाक्यम् इत्युक्ते अस्मिन् पुटे अन्तिमं वाक्यं परिशील्य अत्र कस्मिन् लिङ्गे पदं दत्तमस्ति. एषः शोचति शोचतः अत्र एषः शोचति द्वितीयं द्विवचने वदतु. एतौ शोचतः एते शोचन्ति तावदेव. उत्तमं भगिनि. तावदेव इत्युक्ते अत्र शुचिधातुतः शोचति इति रूपं कथमागतम् इत्युक्ते शुचिधातुः अपि हलन्तधातुः तत्र पुगन्तलघुपधस्य च इति सूत्रेण तत्र गुणकार्यं भूत्वा शुच् शोच् भवति, तदर्थमेव शोचति शोचति शोचतः शोचन्ति. तावदेव. अधुना बहुकालातीतः अभवत्, भवन्तः सर्वे अग्रिमान् अभ्यासान् अपि गृहे कुर्वन्तु, किञ्चित् चिन्तनं कुर्वन्तु, तेन सम्यक् अभ्यासः भवति. अधुना अत्र स्थगयाम. सर्वेषां धन्यवादः. धन्यवादः. एकः प्रश्नः.